नमस्ते सर्वेभ्य समासचिन्तनमध्ये सर्वेषां स्वागतम्। प्रवर्तमानविषयमस्ति षष्टी तत्पुरुषसमासस्य निषेधकसूत्राणि। तस्मिन् पूर्वं तृचकाभ्यां कर्तरि इति सूत्रमाधारीकृत्य तृच् अथवा अक् नूल् यस्य अर्थे तृच् अक् एते प्रत्ययान्त सुबन्धाः षष्ठ्यन्तेन समस्यते चेत् तत्र समासं न भवति इति कृत्वा तृचकाभ्यां कर्तरि सूत्रं निषेधकसूत्रम् इति पठितम्। तस्मिन् तत्र भर्ता इति पदं यदि पदार्थं पति इति अर्थे अस्ति चेत् तत् याचकादिगणे भवति कृत्वा तस्य पुनः षष्टिविधानं भवति इति वयं पठितवन्तः। इति मनसि स्थापयित्वा याचकादिभिश्च इति सूत्रे किं वदति इत्यारभ्य पुनरावर्तनं कुर्मः। तत्र याचकादिभिश्च इति याचकादिगणे नामानि दत्तानि सन्ति, तस्य आवली अस्ति, याचकः, पूजकः, परिचारकः, परिषेचकः, स्थानकः, अध्यापकः, उत्साधकः, उद्धार्तकः, पोतृ, पोत्र, भर्तृ, पतिगणक न पत्तिगणकः च। अत्र अस्मिन् अक् प्रत्यय एवं तृच् प्रत्ययपदानाम् एव आवली अस्ति। तस्मिन् भर्तृ हस्बेण्ड् पति इति अर्थे तस्य पृथक् कार्यं भवति। यदि पति अवधेयं यत् अस्मिन् गणे यः भर्तृशब्दः पठितः सः शब्दः पति इति शब्दस्य पर्यायवाचिसम्बन्धिशब्दः अस्ति। यः विवर्ति इति भर्ता तादृशक्रियावाचकशब्देन सह यः षष्टिसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते तृचकाभ्यां कर्तरि, न तु पदी इति अर्थस्य। यदा व्रजस्य भर्ता इत्यत्र भर्ता इति शब्दस्य अर्थः भरणम् इति न तु पति इति, पति इत्यस्मिन् अर्थे तु षष्टिसमासः जायते परन्तु भरणम् इत्यस्मिन् अर्थे न तु जायते। अतः भुवभर्ता इत्यत्र भूभर्ता इति समासः दृश्यते, परन्तु व्रजस्य भर्ता इत्यत्र व्रजभर्ता इति समासः न तु जायते। तत्र केवलं या षष्टृच् अक् प्रत्ययान्तशब्दानां विषये रचकाभ्यां कर्तरि बाधितसूत्रं भवति। अस्मिन् तत्र यदि तृचन्दम् एवं कृत अखण्डं याचकादिगणे अस्ति चेत् पुनः षष्टिविधानं भवति इति प्रतिप्रसवम् इति उच्यते। तत्र केवलम् इति केवलं याचकादिगणे ये तृचक् अस्ति तेषां षष्टिः भवति, न तु सर्वतृच् अक्। तत्र सर्वतृचन्दम् अखण्डम् अस्ति चेत् तृचकाभ्यां कर्तरि इति प्रथमं कार्यं करोति बाधितं भूत्वा। केवलं याचकादिगणे यत् तृचन्दम् अस्ति अखण्डम् अस्ति तेषां षष्टिविधानं भवति इति स्मर्तव्यम्। अधुना उदाहरणम् इति आरभ्य उमा भगिनी पठति वा? नमस्कारः महोदय, पठामि। नमस्कारः। ब्राह्मणस्य याजकः, ब्राह्मणयाजकः, ब्राह्मणस्य याजकः, सुव्यस्तप्रयोगम् अस्ति किल समासः। ओके, ब्राह्मणस् याजक युगः सु याजकः इति नूल् प्रत्ययान्तशब्दः कृतन्तः च अस्ति। अतः याजकः इत्यत्र कर्तृकर्मणोः कृति इति सूत्रेण कृद्योगेन कर्तुः कर्मणः च षष्टिः प्राप्ता अस्ति। यदि वाक्यम् एवम् अस्ति रामः ब्राह्मणं यजति इति, रामः कर्ता ब्राह्मणः कर्म, यजनक्रियायाः यजति इति क्रियापदस्य स्थाने कृदन्तस्य प्रयोगः क्रियते चेत् कृत्योगे कृत्योगिषष्ठी भवति कर्तुः कर्मणः च कर्तृकर्मणोः कृति इति सूत्रेण रामः ब्राह्मणस्य याजकः इति वाक्ये याजकः इति कृदन्तपदं कर्तर्ते अस्ति इत्यत्र कर्ता रामः उक्तः भवति, अतः उक्तस्य रामस्य प्रथमा विभक्तिः भवति. ब्राह्मणः इति यत् कर्म अस्ति तत् अनुक्तम् अस्ति इत्यतः तस्य कृद्योगे षष्ठी भवति कर्तृकर्मणोः कृतिः सूत्रेण. अतः कर्मणः ब्राह्मणस्य षष्ठी भवति. इदानीं षष्ठी सूत्रेण समासः प्राप्तः अस्ति, यतोहि ब्राह्मणस्य इति षष्ठ्यन्तम् अस्ति, याजकः इति प्रथमान्तम् अस्ति, परन्तु तस्य निषेधः क्रियते त्रिजकाभ्यां कर्तरि इति सूत्रेण. त्रिजकाभ्यां कर्तरि इति सूत्रेण कर्तर्थे यः त्रिच् प्रत्ययः अकप्रत्ययः च विहितः सदन्तेन सुबन्तेन सह कृद्योगे कर्मणि या षष्ठी प्राप्ता सा न समस्यते. त्रिजकाभ्यां कर्तरि इति सूत्रेण यः निषेधः प्राप्तः अस्ति पुनः तस्य कार्यस्य एवं विधानं क्रियते याजकादिभिश्च इत्यनेन सूत्रेण. याजकादिभिश्च इत्यनेन सूत्रेण त्रिच् प्रत्ययान्तेन अकप्रत्ययान्तेन सह षष्ट्यन्तपदस्य समासः पुनः विधीयते. अतः एव याजकादिभिश्च इति सूत्रं षष्टिसमासस्य यः निषेधः आसीत् तस्य प्रसवः क्रियते. ओके ओके, अर्थात् पुनर्विधानं क्रियते. अत्र ब्राह्मणस्य याजकः, ब्राह्मणस्य षष्ठी याजकः इस् गिवर् आफ् दट् इसन्ट् इट्, ब्राह्मणस्य याजकः अत्र अण्ड् ब्राह्मणयाजकः ब्राह्मणस्य याजकः सो समासः अस्वल स्वप्रभं सम्भवति. ब्राह्मणस् षष्ठी याजकः सु याजक इति नृ प्रत्ययं तस्मात् कृदन्तः याजकः वाक्यं वदति चेत् रामः ब्राह्मणं यजति इति, तेन् यजति इस् रीप्लेस्ड् बै कृदन्तपदं. सो दट् इस् बै यजति क्रियापदस्य स्थाने कृदन्तस्य प्रयोगः क्रियते चेत् कृद्योगे षष्ठी भवति कर्मणः च कर्तृकर्मणोः कृति इति सूत्रेण कृदन्तपदम् आगच्छति. रामः ब्राह्मणस्य याजकः इति वाक्ये याजकः इति कृदन्तं पदं कर्तृते अस्ति इत्यतः कर्ता रामः उक्तः भवति. सो कर्तृकर्मणोः इति सूत्रेण याजकः इति आगच्छति. सो ब्राह्मणस्य याजकः रामः ब्राह्मणस्य याजकः इति वाक्यं भवति. अत्र सो त्रिजका ओके सोरि याजकादिभिश्च इति सूत्र सोरि त्रिजकाभ्यां कर्तरि इति सूत्रेण षष्ठी समासः न सम्भवति, किन्तु याजकादिभिश्च इति सूत्रेण अत्र षष्ठी समासः पुनः आगच्छति. सो रामणस्य याजकः इति सूत्रे याजकादिभिश्च इति सूत्रेण समासः सम्भवति ब्राह्मणयाजकः इति. अत्र बट् ऐ एम् एबल् टु हियर् इट्, ऐ एम् हियरिङ्ग् इट् because I'm okay. So what now, there is a question. Kartr karmano kriti tasya prasakti kata bhavati You're on mute, Bhagini. Aruna Bhagini. कर्ता कृदन्तपदम् अस्ति, क्रियापदं कृदन्तरूपम् अस्ति. अत्र कर्ता वा कर्म न उक्तम् अस्ति चेत् कर्तृकर्मणो कृति इति सूत्रं कार्यं करोति. कदा अत्र कर्ता कर्म न सूचयति चेत् न कदा कृद्योगे षष्टी इति प्रथमम् आयाति न कृद्योगे षष्टी इति प्रथमम् आयाति. कृदन्तस्य योगे षष्टिविधानं भवति. तत्र कृति इति अर्थमस्ति न सूत्रे, कर्तृकर्मणो कृति इति. तस्य प्रसक्तिः किम्? उषा भगिनी, लटीवाक्ये याजकः, ऐ मीन् लटीवाक्ये यजति इति स्थाने याजकः इति कृत् पदम् अस्ति. कृदन्तपदं कर्त्रार्थे अस्ति इत्यतः रामः कर्ता, रामः उक्तः भवति कर्त्रार्थे अस्ति इत्यतः तत्कारणात् अनुक्तकर्म अत्र ब्राह्मणः ब्राह्मणं यजति. ब्राह्मणम् इति षष्टिविभक्तिः भवति कर्तृकर्मणोः कृति इति सूत्रेण षष्टिविभक्ति भवति. षष्टिविभक्ति भवति अनुक्तकर्म षष्टिविभक्तिः भवति कर्तृकर्मणोः कृति इति सूत्रेण. देन् रामः ब्राह्मणस्य याजकः इति वाक्ये ब्राह्मणस्य याजकः, ब्राह्मणस्य इति षष्टिविभक्ति भवति. ब्राह्मणस्य याजकः इति वाक्ये याजकः कर्त्रर्थे अस्ति. देन् षष्टी इति सूत्रेण समासः प्राप्तः भवति. लैक् वट् इस् द ब्राह्मणस्य याजकः, ब्राह्मणयाजकः, ब्राह्मणयाजकः इति षष्टि भवितुम् अर्हति. परन्तु त्रिजकाभ्यां कर्तरि इति सूत्रेण कर्तृर्थे यः अकप्रत्ययेन कर्तृर्थविहितः त्रिजकाभ्यां कर्तरि इत्यनेन कर्मणि या षष्टि भवितुम् अर्हति सा न समस्यते त्रिजकाभ्यां कर्तरि इत्यनेन. परन्तु अनन्तरं याजकादिभिश्च याजकः इति शब्दः याजकादिगणे अस्ति इत्यतः कारणतः प्रतिप्रसवः भवति. यस्य कस्य कश्चन सूत्रेण निषेधं क्रियते परन्तु पुनर्प्रवृत्तिः भवति इति प्रतिप्रसवः, पुनर्प्रवृत्तिः भवति याजकादिभिश्च इत्यनेन प्रतिप्रसवेन षष्टिसमासः भवति याजकादिभिश्च इत्यनेन. ब्राह्मणयाजकः इति षष्टिसमासः भवति, षष्टितत्पुरुषसमासः. व्यस्तप्रयोगमपि भवितुम् अर्हति विभाषा इत्यनेन. उमा भगिनी पश्यतु, यजति इति कृत्यापदस्य स्थाने नो नो नौ इट्स् ओके, नौ मै वाय्स् इस् नाट् कमिङ्ग्, नौ इट्स् क्लियर्, नौ यू केन् टाल्क्. ओके ओके ओके, रीड् फ्रम् हियर्. कर्तृकर्मणोः कृति, कृति इत्यस्य अर्थः कः इति प्रश्नम् अभवत्. तस्य उत्तरं न अवगतम्. कर्तृकर्मणो कृति इति सूत्रं किं वदति इति सर्वप्रथमं पश्यामः. दिस् इस् अ वेरि इम्पार्टेण्ट् आस्पेक्ट्. कृद्योगे षष्टि एण्ड् कर्तृकर्मणो कृति, इफ् दिस् इस् नाट् अण्डर्स्टुड् प्रापर्ली, we will end up in lot of other problems in okay. the okay see what does the sutra says kartru karmanoh iti saptami divachanam kriti iti saptami ekavachanam so it's only saptami in the sutra yes both the words are in saptami yes shashti iti anivritti asti okay anabihite anukte iti adhikarah asti okay so what does it say it says krit prayoge kartari karmani cha shashti vibhakti bhavati that is the simple meaning of the sutra krit prayoge iti onde tasyam if kridanta is used kartari or kartrarte athava karmani ityukte karmarte षष्टि विभक्ति भवति तत्र कृत् योगे षष्टि इति कारणतः बोथ् कर्ता एण्ड् कर्म केन् टेक् षष्टि अत्र कृति इत्यस्य अर्थः कृदन्तपदम् कृत् प्रयोगे इति अस्ति कृति इति सप्तमी अस्ति न कृत् प्रयोगे इति अस्ति Okay. That is the meaning of it. Okay. Krit prayoge, kartari and karmani are in shashti. Okay. Kartari and karmani shashti vibhaktir bhavati. Okay. Bhavataha shayika, bhavata shasika, karmani apam srishta, puram beta, vrajasya bharta, kartar karmano iti kim, chastrena beta, krit iti kim. कृत् इति किं तद्धितप्रयोगे मा भूत् सो कृति ईस् नाट् अप्लिकेबल् वेन् इट् इस् अ तद्धितप्रत्यय कृत् प्रत्यय ओन्लि कृत् पूर्वी कटं भक्तपूर्व्योदनं शेषे इति निवृत्तं षष्टिशेषे इति निवृत्तं पुनः कर्मग्रहणात् इतरतः हि कर्तरी च कृति इत्येवं ब्रूयात् सो वाट् डस् इट् से इफ् यु लुक् अट् दट् इङ्ग्लिश् मीनिङ्ग् इस् दट् द सिक्स्त् षष्टि केस् इस् यूस्ड् आफ्टर् ए वर्ड् इन् डिनोटिङ्ग् द एजेण्ट् एण्ड् द आब्जेक्ट् वेन् यूस्ड् अलाङ्ग् वित् द वर्ड् एण्डिङ्ग् कृत् कृतथिङ्ग् इस् द डेफिनेशन् फार् कृत् ओके सो what we have to understand is that krit yoge shashti ityukte kridantasya yoge kartah shashti bhavati karmanah shashti bhavitum arhati but kartu karmanah katam shashti bhavati for that anukta karmanah and etc either which I am not bringing it right now so we have a shashti by kartru karmano kriti iti sudena that is what it is here said यजति इति क्रियापदस्य स्थाने कृदन्तस्य प्रयोगः क्रियते चेत् कृद् योगे षष्टि भवितुम् अर्हति कर्तुः कर्मण च बोथ् केन् हेव् षष्टि सूत्रम् अत्र कर्तु कर्मणि दट् इस् एक्टिव् वाय्स् अण्ड् पासिव् वाय्स् इन् बोथ् सो कर्तृकर्मणो कृति इति सूत्रमेव तस्य विधानसूत्रम् रामः ब्राह्मणस्य याचकः इति वाक्ये याचकः इति कृदन्तपदं कर्त्रार्थे अस्ति इत्यतः कर्ता राम उक्ता भवति अतः उक्तरामस्य प्रथमा विभक्ति भवति नौ दट् ईस् ए वेरियेशन् विच् वि हव् टु अण्डर्स्टाण्ड् इवन् दो कर्त्रार्थे और् कर्मार्थे कृदन्तयोगे षष्टिविधानं भवति यदि कर्ता उक्ता अस्ति चेत् कर्ता प्रथमा विभक्ति भवति उक्तरामस्य प्रथमा विभक्ति भवति इट् इस् ओन् द विवक्षा दट् स्टेट्मेण्ट् रामः ब्राह्मणस्य याचकः इति रामस्य ब्राह्मणस्य याचकः इति भवितुम् अर्हति किन्तु रामः उक्तः अस्ति इति कृत्वा तस्य षष्टिविधानं न भवति प्रथमा विभक्ति भवति इति हि उक्तरामस्य प्रथमा विभक्ति भवति ब्राह्मणः इति नौ लेट् अस् लुक् अट् द कर्मपदं ब्राह्मणः इति यत् कर्म अस्ति तद् अनुक्तम् अस्ति इत्यतः तस्य कृत्योगे षष्टि भवति सो वाट् हेपन्स् कृत् कर्मणो कृति इति सूक्तं किं वदति, अनुक्तकर्तः अनुक्तकर्मणः षष्ठी भवति कृदन्तयोगे इस् द स्टाण्डर्ड् स्टेट्मेण्ट्. यदि तस्मिन् कर्ता उक्ता भवति चेत् कर्ता प्रथमा विभक्ति भवति, यदि कर्म उक्ता अस्ति चेत् कर्म द्वितीय कर्मणि द्वितीया इति सूत्रेण कर्मण कर्म कर्मपदस्य द्वितीया भवति. यदि अनुक्ता अस्ति कर्ता तत् तस्य षष्ठी भवति, अनुक्तकर्म अस्ति चेत् तस्य अपि षष्ठी भवति इति कृत्वा कर्तृकर्मणो कृति. द ब्राह्मणः इति यत् कर्म इन्स्टेड् आफ् दट् ब्राह्मणम् इति कर्म ब्राह्मणम् इट् बिन् ब्राह्मणम् इति कर्मपदं नौ ब्राह्मणस्य इति षष्ट्यन्तं भवति बिकास् आफ् कर्तृकर्मणोः कृति. मे बि देट् वुड् मेक् इट् मोर् क्लियरर् रैट्. नो कर्मणि द्वितीय दट् इस् वेन् इट् इस् अनुक्तकर्मण अनुक्तकर्मणा भवति न. उक्ता भवति चेत् रामः ब्राह्मणं यजति इति इट् विल् बी द वर्ड् विल् बी लैक् देट् बिकास् यजति इति लट् लट् लट् कर्म उक्ता भवति. वेन् यु आर् यूसिङ्ग् ए लट् लट् प्रत्यय वर्तमाने लट् इति सूत्रेण लट् भवति चेत् तत्र कर्म उक्ता भवति, उक्तकर्मणस्य कर्मणि द्वितीया भवति. अनुक्तकर्मण कृदन्तयोगे कर्म उक्ता नास्ति, अनुक्तकर्मणः तत्र षष्ठी भवति. देर्फोर् ब्राह्मणं बिकम्स् ब्राह्मणस्य, रामः ब्राह्मणं यजति विल् बिकम् रामः ब्राह्मणस्य याचकः भवति. बिकास् द मोमेण्ट् याचकः कम्स् इति चेत् कृत् कृति कृत् प्रत्ययो कृत् प्रयोगे एण्ड् कर्म अनुक्ता भवति वेन् इट् इस् ए कृदन्तयोगे. इफ् इट् इस् लट् प्रयोग वर्तमाने लट् अस्ति चेत् कर्म उक्ता भवति कृत्वा तत्र कर्मणि द्वितीया इति रामणम् इति भवति. क्लियर्? सो सी दिस् इस् अ वेरि क्रूशियल् थिङ्ग् इट् इवन् दो इट् कम्स् अण्डर् द कारकप्रकरणम् but the usage is across all the places. So and this will be keep coming every time whenever these nishedha sutras are being discussed in the shashti nishedha sutra. So that is the udaharanam. Okay. Anya udaharanani asti kshatriyasya yajakah tatravi kshatriya yajakah iti samasta padam kshatriyasya yajakah iti vibhasha. राज्ञः परिचारकः राजपरिचारकः राज्ञः परिचारकः इति विभाषा. वृक्षस्य परिषेचकः वृक्षपरिषेचकः वृक्षस्य परिषेचकः. संस्कृतस्य अध्यापकः संस्कृताध्यापकः संस्कृतस्य अध्यापकः. अधर्मस्य उस्तादकः अधर्मोस्तादकः अधर्मस्य उस्तादकः इति उदाहरणानि. अधुना द्वितीय उदाहरणम् अरुणभगिनी पठति वा? देवानां पूजकः देवानां पूजकः देवपूजकः देवानां पूजकः बृहस्पतयोगः देवायोगः नस् योगः पूजकायोगसु षष्टि इति सूत्रेण समासः प्राप्तः. तस्य निषेधः क्रियते रुचकाभ्यां कर्तरि इति सूत्रेण. पुनः तस्य कार्यस्य विधानं क्रियते याजकादिभिश्च इत्यादि सूत्रेण. यत्र पूजकः इति अपि याजकादि गणे अस्ति, अतः कर्तव्य अस्ति. अतः प्रथमं षष्ठी तत्पुरुषः भवति षष्ठी इति सूत्रेण, परन्तु कृतकाभ्यां कर्तरि अत्र वदति तृज् नून् वा अक प्रत्यया कृदन्तमस्ति चेत् षष्टि न भवति इति सूत्रं वदति. पुनः तस्य कार्यं निषेधति निषेधं कृत्वा यजकादिश्च इति सूत्रेण षष्टिविभक्ति भवति. धन्यवादः. अत्र अग्रिमं तरप्रत्ययस्य विषयम् उल्लेखमस्ति. तरद्विधानं भवति चेदपि षष्टिविभक्ति भवति, षष्टि विभक्ति भवति चेत् समासः भवति इति तस्य प्रक्रियां भवति. तत्पूर्वं तस्य यतश्च निर्धारणम् इति सूत्रं किम् इति पश्याम. तदनन्तरं वि विल् गो बेक्वर्ड्. विद्याभगिनी हेस् गोन् एस् पर् द करपत्रं, बट् वि विल् गो बेक्वर्ड् फार् बेटर् अण्डर्स्टाण्डिङ्ग्. सर्वप्रथमं यतश्च निर्धारणम्. उषा भगिनी पठति वा? आम् महोदय. यतश्च निर्धारणं जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं निर्धारणं. यतः निर्धारणं ततः षष्टिसप्तम्यौ स्तः. यतः निर्धारणं ततः षष्टिसप्तम्यौ स्तः. यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि स्यात्. यतः इति अव्ययं च अव्ययं निर्धारणं प्रथमान्तं. सप्तमी अधिकरणे च इत्यस्मात् सप्तमी इत्यस्य अनुवृत्तिः भवति. षष्टि च नादरे इत्यस्मात् षष्टि इत्यस्य अनुवृत्तिः भवति. अनभिहिते इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनभिहिते यतः निर्धारणं सप्तमी षष्टि. निर्धारणम् इति चेत् यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य विधानम् अपि भवति इति निर्धारणं. सूत्रे यतः इति वाट् इस् दिस् यतः इति अव्ययं च इति अव्ययं निर्धारणं प्रथमान्तं. यतश्च निर्धारणं निर्धारणं कुत्र क्रियते इति चेत् जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणं भवति. विशेषणगुणस्य विशेषणजाति विशेषणक्रिया इत्यनेन निर्धारणं भवति चेत् षष्टि सप्तमी भवति. षष्टि अथवा सप्तमी विभक्तिः भवति इति सूत्रं वदति. अनभिहिते यतः निर्धारणं सप्तमी अथवा षष्टि. अनभिहिते इति मीन्स् अनुक्तः यतः निर्धारणं विचवर्स् विशेषेण पृथक्करणं करोति तत् सप्तमी भवति अथवा षष्टिविभक्तिः भवति. यथा नृणाम् अथवा नृषु नृणाम् अथवा नृषु वा ब्राह्मणः श्रेष्ठः. नृणां समुदायः अस्ति तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणम्. अत्र जाति नृणाम् इति समुदाये ब्राह्मणः जातिः ब्राह्मणजातिः इति पृथक्करणं करोति. नृणां समुदायः अस्ति तेभ्यः एकदेशस्य ब्राह्मणस्य पृथक्करणमेव निर्धारणं. तर्हि इदानीं यतश्च निर्धारणम् इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्टि अथवा सप्तम्यौ स्तः. अत्र मनुष्याणां समुदायात् निर्धारणं क्रियते इत्यतः नृ इति शब्दात् षष्टि अथवा सप्तम्यौ स्तः षष्टिसप्तम्यौ स्तः. ब्राह्मणः इत्यस्य पृथक्करणं जातं तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानम् अपि स्यात्. ध्येयं यत् यत्र विशेषधर्मस्य विधानं भवति प्रायेण तत्र तरप् तमप् प्रत्ययान्तयोः प्रयोगः भवति. यथा नृणां ब्राह्मणः श्रेष्ठः इति वाक्यं भवति अथवा नृषु ब्राह्मणः श्रेष्ठः इति वाक्यं भवितुम् अर्हति. नृणां समुदायः अस्ति तेभ्यः पृथक्करणं करोति ब्राह्मणः इति जाति विशेषेण पृथक्करणं करोति, तदेव निर्धारणं भवति. तर्हि इदानीं यतश्च निर्धारणम् इति सूत्रेण यस्मात् निर्धारणं क्रियते तस्मात् षष्ठी अथवा सप्तमी विधीयते. तस्मात् एव लटी वाक्यं नृणाम् अथवा नृषु इति भवति. ब्राह्मणः इत्यस्य पृथक्करणं जातं, तस्मात् विशेषगुणस्य श्रेष्ठत्वस्य विधानं भवति. ओके, यत्र विशेषधर्मस्य विधानं भवति प्रायेण प्रायेण वयं जानीमः तत्र तरप् अथवा तमप् प्रत्ययः भवति, प्रयोगः भवति. एवमेव अत्रापि द्रष्टव्यं गवाम् अथवा गोषु गवाम् अथवा गोषु वा कृष्णा बहु क्षीरा. अत्र गुणस्य आधारेण पृथक्करणं जातं. गो इति गो जातिषु कृष्णा इति कृष्णवर्ण गोः पृथक्करणं करोति, तदेव निर्धारणं. यतश्च निर्धारणम् इत्यनेन समुदाय गवां समुदाये कृष्णा इति कृष्णा गोः पृथक्करणं करोति, पृथक्करणं जातं. गुणस्य आधारेण पृथक्करणं जातं कृष्णवर्णस्य कृष्णवर्णस्य नौ ऐ लास्ट् ए क्वश्चन्. कृष्णवर्णस्य गौ षष्ठी सप्तमी षष्ठी समासं भवितुम् अर्हति वा? दिस् इस् यतश्च निर्धारणं देन् न निर्धारणे इति सूत्रेण उमा भगिनी वदतु. कृष्णवर्णस्य गौः कृष्णवर्णस्य इति वर्णस्य षष्ठी न भवति, कृष्णवर्णगौः कृष्णवर्णगौ. अत्र केन सूत्रेण समासः भवति? षष्ठी इति उत्सर्गसूत्रेण सामान्यसूत्रमस्ति न षष्ठी. अत्र सम्बन्धार्थे षष्ठी अस्ति, गुणगुणिनोः सम्बन्धः अस्ति कृत्वा कृष्णवर्णस्य गौ इति कृष्णवर्णगौ इति भवति. गुणगुणिनोः इति सम्बन्धार्थे षष्ठी भवति, षष्ठी इति सूत्रेण समासं भवति. बट् वाट् इस् दट् न निर्धारणे इत्यनेन षष्ठी समासः निषेधं क्रियते रे, अण्ड् देन् संवार्तिकं वुड् कम् अण्ड् मेक् इट् दट् इस् बिकास् वी विल् कम् टु दट् न निर्धारणे लेटर्. बट् वेन् उमा भगिनी टोल् मी कृष्णवर्णस्य गौ, so I had a question, why should you want to split it? Krishnavarna Gau, you could have told that. Right? That is a Samanya Sutra. Right. So, but here, this is different because this is Yatascha Sutrena. Bahushira idi gunam adhari kritya Krishnavarna Gau गोषु अथवा गवां पृथक् करोति इति कृत्वा तत्र पृथक्करणं तदा भवति यत्र पृथक्करणं भवति कृष्णवर्णस्य कृष्णवर्णगौ बहुशीरा इति गुणेन गोजातिषु पृथक् करोति. तत्र गोजातीं सूचयितुं षष्ठी सप्तमी भवति एव, किन्तु षष्ठी अपि भवितुम् अर्हति यतश्च इति सूत्रेण. सामान्य प्रयोगः अस्ति गोषु कृष्णा बहुशीरा इति सामान्यवाक्यम् अस्ति, किन्तु यतश्च निर्धारणम् इति सूत्रं षष्ठी अपि विधीयते इति कृत्वा गवां कृष्णगौ बहुशीरा इति So you should understand that Shashti is an additional this thing. Evam Nru, there is a two words you can use, either Nru, Rukarandam, Atava Nara, Iti Akarandam. So Nareshu, Are Nare Naranam, that we can use that. Naranam, Samud, Naranam, Brahmanasya, Prutakkaranam, Nirdharanam, Iti. Manusheshu, Iti Anya Padamasti. Nru Iti Rukarandam, Naraha Iti Akarandam. गच्छतां गच्छत्सु वदतु भगिनि गच्छतां गच्छत्सु वा धावन् शीघ्रः धावन् इष्ट क्रिया अत्र क्रियायाः आधारेण पृथक्करणं जातम् ओके गच्छतां गच्छतु जाति गुण क्रिया ओके यत् समुदायात् पृथक्करणं करोति ओके छात्राणां छात्रेषु वा मैत्रः पटुः अत्र संज्ञायाः आधारेण पृथक्करणं जातम् ओके संज्ञा ओके मैत्रः मैत्रः मम मित्र इस् दट् थिङ्ग् नो मैत्रः इस् अ नेम् आफ् अ पर्सन् ओ मैत्र नेम् आफ् द पर्सन् ओके संज्ञा इट्स् ए संज्ञा या आम् सो ओके नेम् आफ् द पर्सन् ऐ हाड् अ डौट् इन् द क्लास् ऐ डोण्ट् नो वेदर् यू पीपल् अग्री वित् इट् अत्र गच्छतां गच्छत्सु वा धावन् शीघ्रः इति शीघ्रः इति तत्र धावन् इति क्रियापदं न क्रियाः धावन् तस्मिन् शीघ्रत्वं धावन् गच्छतां गच्छत्सु इति गच्छत् इति इति शत्रुप्रत्ययं शत्रुप्रत्यय गच्छत् इति गच्छतां गच्छत्सु इति षष्ठी सप्तमी अस्ति बट् ऐ एम् नाट् वेरि क्लियर् अबौट् वेदर् इट् इस् डिफ्रेन्शियेटेड् बिट्वीन् धावन् और् शीघ्रः और् ईस् धावन् शीघ्र टु बि टेकन् अस् विशेषणविशेष्यं जस्ट् लैक् बहुशीरा अत्र शीघ्रः बहुशीरा इस् जस्ट् गुण बट् शीघ्रधावन् सो शीघ्रधावन् शुड् हव् बीन् द वर्ड् नो मीनिङ्ग् वैस् दट् केन् कम् शीघ्रधावन् गच्छतां गच्छतु शीघ्रधावन् इस् सेपरेटेड् नो नो वन् हू इस् रनिङ्ग् the one who is running the dhavan of the people who are going the one who is running will be this is the kriya jati na kriya yes based yes. on the kriya there is of a jati of the people who are going yeah yes we are going to and here which one is being separated out the dhavan shigra is being separated out or dhavan is being separated no dhavan out? Is being separated dhavan out both together no No, no, it Gatchat. Shouldn't be. Dhavan alone is separated out. So... Like Bahushira, there, Krishna Bahushira, Krishna is the one that is Prithakkaranam. Separated Jata. Out. Yeah, there is no doubt. Yeah. Krishna, Bahushira, because of Bahushira, like Bahushira. Gunam, it's a Bahushira, it's a Gunam Adhari Kritya, Krishna is Prithakkritam, Gavam, Gosu, iti. Atra yeah, tu... Just like that, then Shigraha is like... One who is going to reach fast or the one who is Shigraha is not Shigraha is not a Gunavachakam here or is indicating the one is indicating Kartrupadam No, Shigraha would be like will be fast that's how I understood The know, one who runs will be but fast. This I wanted to ask in the class, but I realized because it was no, bring it up more. Then we can ask. Be like so, what guna? Which is being pratakritam here? Is Dhavan is being pratakritam or Shigra is being pratakritam? My thinking is Dhavan. I say Dhavan Shigra. Both together to be taken because Dhavan is adjective to Shigraha. भोतारेण प्रथमा विभक्ति नो धावन् इस् सब्जेक्टिव् टु शीघ्रः सो धावन् शीघ्रः गच्छत्सु that sounds okay because I felt that there is a visheshana visheshyam here yeah. In the link between the two there is because both are in prathama vibhakti so dhavan is adjective to shigraha dhavan shigraha or if you put in shigra shigra dhavan it is can we make it as one word shigra dhavan no I don't think you can make No, Mother. I think in this, I think it's still Dhavan alone, not Shigraha. Shigraha, you can say just like Bahushira is like a guna. You can say Shigraha. Adverb, no? Shigraha is like a guna. Adverb. Which one? Shigram. Shigram iti adverb dhitiya vibhakti bhavati, na? Shigraha iti dattamasti. Gayyandam. Shigraha is the person. The person who reaches fast. So, Shigraha, Shigraha is here, Atra, it is indicating as the person, I think. I think then it will be like this, Gacchatam or Gacchatsu, whichever may be that, among the moving, that who are walking or moving, Shigraha is Pritakdam. Because of the Dhavan Shigraha is the adjective for Dhavan for the Shigraha iti. Because of the Kriya, yeah. Kriya yaha adharena pratakkaranam karoti, yeah. The, I think it's only Dhavan Mahodaya. Usha Bhagini, I understood what you are intending to say. But my question is, Dhavan is... independent of is gacchatsu davan iti vaktum shakyate va no dhavan is independent go gacchadam davan adava gacchatsu davan forget about the word shigra is not there at all then it still makes sense the one who runs among the people who are going is what the one who runs is going to be fast, that's all we'll say. Mm. Is going to be reaching early, or Shigraha will reach early, something like that. So actually the word Shigra, even if it is not there, it makes sense. Yeah, that's what my thinking is. Yeah. Gacchatsu Dhavan. Yeah. Goshu Bahushira. No, Goshu Krishna. No, Bahushira. Goshu Bahushira Pratak Karoti, na? Krishna is the adjective for Bahushira, is identified by the word Krishna. Gunaha Kimasti, Bahushira is a Gunamadari Kritya. Right? Dhavan no, idi Kriyam, Dhavan idi Kriyam Pratak Karoti, Gacchatsu. Evam Goshu Bahushira idi Gunamadari Kritya. No, it's Krishna Kavalon, it's Dharanam Bhavati. Now, here you're saying Krishna is Bahuchinati. So, why don't we say Shigra is here? No, Dhavan is equivalent to Krishna there. I feel like that. I don't know. But Krishna, by that Rupam, Adhari Kritya Pratakkaranam Bhavati. Guna? Guna, yeah. Atra Krishna is the Guna Rupam. Which guna? Bahushira is the gunam, na? Yeah. See, there may be so many Krishna No, then the previous sentence is also right. Purusheshu brahmanaha sreshtaha. Then purushanam purusheshu, okay? Brahmanaha sreshtaha, then you are only taking sreshtaha. The way you are saying it, Bhagini. So, Brahmana Pratakritam. Brahmana Pratakritam. Because of what? Because of the Sreshtatvam. Sreshtatvam is the reason. Jati, Guna, Kriya, right? There, I think it's the Jatishu, Brahmanam, Sreshtaha. Dharmena Pratakritam, Sreshta Dharmena, पृथक्करणं भवति. बहुशीराधर्मेण कृष्ण पृथक् करोति, शीघ्रधर्मेण धावन् पृथक् करोति. दट्स् वाट् ऐ वुड् थिङ्क्. पटुः धर्मेण मैत्रः पृथक् करोति. Sounds reasonable. Reasonable. Now it's confusing, more confusing. The dharma is... Yes, Usha is established so nicely. I watched that you. No, no, no, Bhagini, I also don't know. I am also like... Right, when you justify this that... Okay, I am justifying you... my thought, right? I can understand. पृथक्करणं जातम् इति अस्ति. पृथक्करणं धर्मेण क्रियते वा गुणेन क्रियते वा? न, धर्मेण जाति क्रिया गुण संज्ञा, जाति क्रिया गुण संज्ञा. पर्टिक्युलर् धर्म इस् पृथक्करणं भवति, पर्टिक्युलर् धर्मेण पृथक्करणं भवति. अस्तु, ओके, लेट् अस् एक्सेप्ट् दिस् आस्पेक्ट् आफ़् वाट् उषा भगिनी टोल्ड् इन् द एण्ड् आफ़् देम. उषा भगिनी, नो, ऐ थिङ्क् नो नो, बट् स्टिल् ऐ थिङ्क् यू शुड् स्टिल् ask, so maybe we should get Vidya Bhagini's opinion, not... Yeah, that is right. Only my feeling, right? But so, what you say is somewhat meaningful. So that is why we are not accepting what Usha says. What, yeah, yeah, yeah, that's what I'm saying. Yeah, we have to accept what Vidya Bhagini will say. Yeah. Okay, we will ask her. Okay. Tatra Nandhdharane इति वर्गे न पठितं, बट् वी नीड् देट् फार् गोयिङ्ग् बेक् टु द वार्तिकं. सो लेट् अस् रीड् देट्. अरुणा भगिनी पठति वा? न निर्धारणे. आं महोदय, न निर्धारणे इति सूत्रेण निर्धारणे या षष्टी विहिता तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः न भवति. अतः ब्राह्मणः नृणां श्रेष्ठः इत्यत्र नृश्रेष्ठः इति षष्टिसमासः न जायते न निर्धारणे इति सूत्रेण. अतः अत्र रस्तप्रयोगः एव शक्यते. न निर्धारणे इति सूत्रं किं करोति? निर्धारणे तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन तत्पुरुषः न भवति. न अवगतं महोदय. निर्धारणे तत् किमपि नास्ति भगिनि. पूर्वसूत्रेण निर्धारणे, यतश्च निर्धारणे इति सूत्रेण षष्टिविहिता भवति, यत्र नृणां ब्राह्मणः श्रेष्ठः इति. तत्र नृणां श्रेष्ठः इति पदद्वयं स्वीकुर्मः चेत् षष्ट्यन्तम् अपि नृणां षष्ट्यन्तसुबन्धं श्रेष्ठः इति पदेन सह समासं कर्तुं शक्यते वा इति प्रश्न उदेति. साधारण इफ् यु आर् लुकिङ्ग् अट् द आर्डिनरी थिङ्ग् तत्र तु भवितुम् अर्हति षष्टि इति सूत्रेण. किन्तु नृणां यदि निर्धारणे षष्टि जातः, न तु नृषु अपि तत्र साधु एव न, ब्राह्मणः नृषु श्रेष्ठः अस्ति चेत् तत्र षष्टिसमासः न भवितुमर्हति. तत्र नृणां यदि षष्टि निर्धारणेन, यतश्च निर्धारणे इति सूत्रेण एव जातम् इति कृत्वा, यत्र निर्धारणेन षष्टि जातः तत्र षष्टि न समासः भवति इति कृत्वा नृषष्ठा नृश्रेष्ठा इति षष्टिसमासः न जायते इति एव. ओन्लि इन् द केस् आफ् द षष्ठी षष्ट्यन्तपदं ड्यू टु ए निर्धारण अवस्था पृथक्करणं कृत्वा भवति चेत् तत्र षष्टिसमासः निषेध्यते न निर्धारणे इति सूत्रेण. What is the difference between this one and the other? यतश्च निर्धारणम्. यतश्च निर्धारणं केवलं षष्टिविधीयते. निर्धारणम् इत्युक्ते पृथक्करणम्. आम्, यतः पृथक्करणं भवति तत्र सामान्यतया फ्रम् द सप्तमी वीगते निर्धारणं. मनुष्येषु रामः श्रेष्ठः इति मनुष्येषु इति सप्तमी भवति. किन्तु यतश्च निर्धारणम् इति सूत्रं किं वदति? अत्र सप्तमी भवितुम् अर्हति अथवा षष्टिः अपि भवितुम् अर्हति इति कृत्वा षष्टिः जातः. मनुष्येषु रामः श्रेष्ठः अथवा मनुष्याणां रामः श्रेष्ठः, तत्र मनुष्याणाम् इति निर्धारणेन जातम् इति कृत्वा न निर्धारणे, यत्र निर्धारणेन षष्टिः जातः भवति तत्र षष्ट्यन्तपदं सुबन्धं न समासं कर्तुं शक्यते इति सूत्रं वदति न निर्धारणे इति. ओके, अत्र ब्राह्मणः नृणाम् इति षष्टिविभक्ति. षष्टि नृषु अपि साधु एव. अत्र नृषु ब्राह्मणः श्रेष्ठ इति सामान्यवाक्यं, किन्तु यतश्च निर्धारणे इति षष्टिविहिता भवति. तत्र नरेषु इति नृषु इति स्थले नृणाम् अपि उपयोक्तुं शक्यते इति कृत्वा षष्टिः भवति. तादृशषष्टिः यतश्च निर्धारणे सूत्रेण विहिता भवति तस्य समासः न कर्तुं शक्यते न निर्धारणे इति सूत्रेण. अग्रिमवाक्यं पठतु. रामः रामः सर्वेषां श्वेततरः इति उदाहरणं स्वीकुर्मः. सर्वश्वेततरः इति समासः निषिद्धः अस्ति न निर्धारणे. पूर्णगुणसहितार्थव्य समानाधिकरणेन इत्याभ्यां सूत्राभ्यां सर्वेषाम् इत्यत्र निर्धारणार्थे षष्टिः जातः जाता इत्यतः अत्र न निर्धारणे इति सूत्रेण समासः निषिद्धः अस्ति. श्वेततरः इति तु गुणवाचक इत्यतः तस्यापि स्वस्यन्त्येन सह समासः निषिद्धः अस्ति. पूर्णगुणसहितार्थ सदव्यय समानाधिकरणेन इति सूत्रेण अत्रापि रामः सर्वेषां श्वेततरः इति पृथक्करणे निर्धारणमस्ति. निर्धारणं कृत्वा न निर्धारणे इति सूत्रेण समासः न भवति. परन्तु अवगतं वा? परन्तु सर्वे अन्यसूत्रमस्ति महोदय. पूर्णार्थपदानि अथवा गुणवाचकानि, सुहितार्थवाचकानि, सदव्ययवाचकानि, तव्यान्तपदानि समानाधिकरणे यदि भवति तत्र षष्टिसमासः निषिध्यते इति एव सूत्रस्य अर्थः. सो वि हाव् टु ओन्लि टेक् गुणवाचिनः अत्र. ओके, यत् गुणवाचकमस्ति न श्वेततरः इति गुणवाचक. सो गुणवाचकमस्ति चेत् तत्र इत्यतः तस्यापि षष्ट्यन्तेन समासः निषिद्धः अस्ति. परन्तु सर्वे श्वेततरः इति समासः इष्यते इत्यतः एव गुणोत्तरेण सरलोपश्चेति वक्तव्यम् इति वार्तिकस्य अवतारः जातः. वार्तिकस्य विवरणम् अपि दत्तमस्ति. पूर्णगुणस्वीतार्थसदव्ययतव्ययतमानाधिकरणेन इति सूत्रेण निषिद्धः भवति गुणवाचकः श्वेततरः इति अत्र. किन्तु श्वेततरः सर्वेषां श्वेततरः अतः सर्वे सर्वाणां श्वेततरः इति वाक्ये समासः जातः दृश्यते. केन केन बलेन? वार्तिकबलेन. गुणोत्तरेण तरलोपोश्च दत्तव्या इति वार्तिकं तत् अत्र दत्तमस्ति. गुणोत्तरेण तरप्श्लोभश्च इति वक्तव्यम् इति. तद् उमा भगिनी पठति वा? धन्यवादः भगिनि. धन्यवादः उमा भगिनि. अस्ति वा? उषा भगिनी पठतु. महोदय, गुणोत्तरेण तरलोपश्चेति वक्तव्यं. वार्तिक अर्थः तरप् अन्तं यत् गुणवाचि तेन सह समासः तरप्रत्ययलोपश्च भवति. तेन सह समासः तरप्रत्ययलोपः अपि भवति. ओके, अर्थात् गुणवाचिनः तरप् प्रत्ययान्तस्य शब्दस्य षष्ट्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति, तथा च तरप्रत्ययस्य लोपः भवति. न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति च निषेधस्य प्रतिप्रसवोऽयं वार्तिकम्. ओके, तात्पर्यं यत् षष्ठी इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन च इत्याभ्यां सूत्राभ्याम्. अनयोः सूत्रयोः विवरणम् अग्रे वक्ष्यते. प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्थं बाधयित्वा पुनः षष्टिसमासस्य विधानं तथा च तरप्रत्ययस्य लोपं करोति. अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते. अर्थं नास्ति निषेधकार्यम्. निषेधकार्यं अनयोः सूत्रयोः विवरणम् अग्रे उच्यते. ओके, प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्टिसमासस्य विधानं तथा च तरप्रत्ययस्य लोपं करोति. अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते. तरप् प्रायेण निर्धारणं भवति तरप् अथवा तमप्रत्ययेन भवति. तरप् अथवा तमप्रत्ययेन भवति चेत् निर्धारणं भवति चेत् न रामेषु श्वेततरः नाट् रामेषु वाट् इस् दट् रामः सर्वेषाम् उत्तमतरः आर् श्वेततरः. देन् सर्वेषां श्वेततरः श्वेततरः इति कृते देन् षष्टिसमासं न भवितुम् अर्हति अत्र. न निर्धारणे अपि च पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति च सूत्राभ्यां षष्टिसमासं निषेधं भवति. परन्तु षष्टिसमासं तत्र इष्यते तत्कारणेन गुणात्तरेण तरलोपश्चेति वक्तव्यम् इति वार्तिकं भवति. तत् वार्तिकेन षष्टिसमासं प्रतिप्रसमं भवति. न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन यत् समासः बाधितं भवति तत् समासं पुनर्विधानं भवति. अत्र वार्तिकेन गुणातरेण तरलोपः च इति वक्तव्यं. तरप्रत्ययः अपि लोपं भवति वार्तिकेन. तत्र यतश्च इति सूत्रेण पृथक् भवति तरप् इति प्रत्ययं योजयित्वा. श्वेततरः इति श्वेततरः इति गुणम् आधारीकृत्य गुणं गुणेन पृथक् करोति निर्धारणं भूत्वा षष्ठी भवति मनुष्याणाम् अथवा मनुष्येषु रामः श्वेततरः इति तत्र निर्धारणषष्टि अस्ति कृत्वा न निर्धारणे इति सूत्रेण षष्ठी समासः न कर्तुं शक्यते एवं श्वेततरः इति गुणवाचकः अस्ति इति कृत्वा पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन सूत्रमपि षष्ठीविधान षष्ठीसमासं निषिद्धं क्रियते निषेधककार्यं सूत्राभ्यां भवति न निर्धारणे अथवा पूर्णगुणसुहितार्थसदव्येतमानाधिकरणेन इति सूत्राभ्यां निषेधकं भवति किन्तु तत्र तु षष्ठी ईष्यते षष्ठीसमास ईष्यते इति कृत्वा तस्य कृते वार्तिकं कृतमस्ति गुणात्तरेण तरलोपश्च वक्तव्यम् इत्युक्ते गुणवाचक गुणवाची अस्ति तरप् वाक् तरप् इति प्रत्ययेन गुणवाची भवति चेत् तत्र समासः भवति किन्तु तत्र समासानन्तरं तरप् प्रत्ययस्य लोपः च भवति इति कार्यद्वयं निर्धारितमस्ति वार्तिकेन गुणोत्तर उत्तरपदं गुणवाचिके अस्ति अस्ति चेत् षष्ठीसमासः भवति भवितुमर्हति प्रतिपत्सवेन यत् तावत् यत्र षष्ठीसमासः भवति तत्र तरप्रत्ययान्तस्य लोपः च भवति इति सूत्रं भवति तस्य उदाहरणमस्ति द्विवचन विभज्ययोपपदे तरबिया यसून् पठतु भगिनि द्विवचन विभज्य उपपदे द्विवचन विभज्य उपपदे तरप् इयसूनौ इति सूत्रेण गुणवाचकेभ्यः द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति अस्मिन् सन्दर्भे तथा च केचन पदार्थाः विभज्य एते पदार्थाः अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति इति वक्तव्यम् अस्ति चेत् तस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तरप्रत्ययः तथा ईयसून् प्रत्ययः भवति तरप्रत्ययः तथा ईयसून् प्रत्ययः भवति केभ्यश्चन तिङन्तेभ्यः अपि अस्मिन्नेव सन्दर्भे तरप्रत्ययः विधीयते द्विवचन विभज्य उपपते तरप् इयसूनौ इति सूत्रेण गुणवाचकेभ्यः द्वयोः बिट्वीन् द टु एकः अतिशयेन प्रकृष्टः अस्ति अस्मिन् सन्दर्भे तथा च केचन पदार्थाः विभज्य एते पदार्थाः अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति इति वक्तव्यम् अस्ति चेत् तस्मिन् सन्दर्भे दिस् इस् टर्स् वेरि टर्स् महोदय अत्र अत्र पश्यतु भगिनि किमपि नास्ति यतश्च निर्धारणे सूत्रेण सेम् थिङ्ग् अत्र सूत्रं अत्र किं जातिगुण संज्ञा क्रिया आधारीकृत्य निर्धारणं भवति किन्तु अत्र किम् अस्ति द्वयोः एकः अतिशयेन प्रकृष्टः तत्र न किमपि कार्यं निर्दिष्टं नास्ति गुणः भवतु जाति भवतु क्रिया भवतु तत्रापि पृथक् कृतं पृथक्करणं भवति द्वयोः एकः अतिशयेन प्रकृष्टः इति कृत्वा पृथक् करोति तत्र प्रत्ययद्वयम् अस्ति काबिजं करोति तरप्रत्ययः इयुसुन् प्रत्ययः अपि अस्ति इयसुन् प्रत्ययः गुरु इति पदस्य गरीयान् भवति इयसुन् प्रत्ययस्य रैट् किन्तु तरप् इति अत्र पश्यतु श्वेततरः इति तरप् प्रत्ययः अस्ति तत्र श्वेततरः इति पृथक् करोति श्वेततर इति या श्वेता नास्ति अथवा श्वेता अस्ति त श्वेततरः इति यस्मिन् श्वेतत्वं जाति इति गुणजाति अस्ति सर्वेषां श्वेततरः इति सर्वश्वेतः इति उदाहरणम् अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति सर्वेषाम् एते पदार्थाः अन्येभ्यः केभ्यश्चन प्रकृष्टाः सन्ति इति उदाहरणे सर्वेषाम् इति भवति सर्वेषां श्वेततरः पठतु सर्वेषां ओके अत्र महोदय सर्वेषां सर्वेषां श्वेततरः इति सर्वश्वेतः इति समासः भवति नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः अलौकिकविग्रहः सर्वयोगः आम् योगः श्वेततरयोगः सु अत्र श्वेत इति प्रातिपदिकात् द्विवचन ओके श्वेत इति प्रातिपदिकात् द्विवचन विभज्य उपपदे तरप् इयसूनौ इति सूत्रेण अतिशयार्थे तरप् प्रत्ययः विधीयते श्वेततरः इति पदं निष्पन्नं भवति ओके श्वेत इति शब्देन तरप् प्रत्ययः विधीयते श्वेततरः इति पदं निष्पन्नं भवति षष्ठी इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते न निर्धारणे अपि च पूर्णगुणसुखितार्थसद्व्ययतव्यसमानाधिकरणेन च इत्याभ्यां सूत्राभ्यां गुणातरेण तरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्रत्ययस्य लोपः क्रियते सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति समासप्रक्रियायां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति सर्वेषां श्वेततरः इति अस्ति चेत् सर्वश्वेतः इति समासं भवति सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः अत्र अर्थम् अस्ति सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः इति समासं भवति अत्र सर्वयोगः आं योगः श्वेततरयोगः सु इति अलौकिकविग्रहवाक्ये सर्व श्वेत इति प्रातिपदिकात् द्विवचन श्वेततर इति पदं कथम् उत्पन्नं भवति इति चेत् द्विवचन विभज्य उपपदे तरप् इयसूनौ इति सूत्रेण द्वयोः पदयोः मध्ये द्विवचन विभज्य उपपदे तरप् इयसूनौ इत्यनेन तरप् प्रत्ययः विद्यते श्वेततर इति भवति श्वेत इति श्वेततर इति भवति श्वेततरः इति पदं निष्पन्नं जातं सर्वयोगः आं योगः श्वेततरयोगः सु इति विग्रहवाक्ये षष्ठी इति सूत्रेण षष्ठीसमासः प्राप्तः परन्तु न निर्धारणे अपि च पूर्णगुणसुखितार्थसदव्ययतव्यसमानाधिकरणेन समासं निषेधं क्रियते अत्र श्वेत इति गुण इति कारणेन निर्धारण अवसरे पूर्णगुणसुखितार्थसद्व्ययतव्यसमानाधिकरणेन इत्यनेन निर्धारणषष्टि न समासं भवति इति निषेधं क्रियते अत्र समासम् इष्यते इत्यतः कारणतः गुणात्तरेण तरलोपश्चेति वक्तव्यम् इति वार्तिकेन यत् समासं निषिध्यते तत् प्रतिप्रसवं भवति तत् समासं भवति अपि च तरप्रत्ययः लोपः अपि भवति सर्वश्वेत इति प्रातिपदिकं सिद्धं सुप्रत्ययेन सर्वश्वेतः इति समासः सिद्ध्यते एवं विधं सर्वेषां महत्तरः एवं सर्वेषां महत्तरः सर्वमहान् महत् इति देन् महान् इति प्रातिपदिकं भवति महत् इति प्रातिपदिकं महान् इति प्रथमाविभक्तौ भवति. सो सर्वयोगः आं युगः महत्तरयोगसु तरप्रत्ययलोपः भवति महत् इति महत्योगः सु इति अस्ति. सो सर्वयोगः महत् सर्वमहत् योगः सु सर्वमहान् सर्वमहान् नेवर् हर्ड् दट् महान् अपि सर्वेषां महान् दट्स् वाट् वि सर्वाणां सर्वाणां महत् सर्वेषाम् अपि सर्वेषाम् इति इति साधु नास्ति अत्र तु सर्वाणां महत्तरः इति लिखितव्यं सर्वेषामपि सर्वेषाम् अथवा सर्वाणां अत्र षष्ठी इत्यपि कारणतः इति सर्वाणाम् इति प्रिफर्ड् षष्टिर्वाणां सो अलौकिक सर्वयुग आं युगः महत्तरयुगः सु देन् वाट् इस् दट् वार्तिक गुणातरेण तरलोपश्चेति वक्तव्यं गुणातरेण गुणात् तरेण तर तर इति तरेण इति तरप्रत्ययेन गुणात् तरेण इत्युक्ते गुणात् तरप्रत्ययेन समासं भवितुम् अर्हति तत्र तरलोपश्च भवति इति वक्तव्यम्. उमा भगिनी अवगतं वा? अरुणा भगिनी उमा भगिनी न श्रूयते. यु आर् स्पीकिङ्ग् बट् ऐ केन् सी यु आर् स्पीकिङ्ग् बट् ऐ केन् हियर् इट्. अरुणा भगिनी अवगतं वा? आं महोदय. एनिवे उमा भगिनी ऐ थिंक इस् इन् म्यूट् महोदय. No, she is the, she is speaking in between, but I can hear, but her voice is not coming. Oh. Yes. She may have to go out and come again, then only it will become all right. But anyway, it's okay. This will be repeated in the class today. So it will be a there will be one more repetition in the class because Vidya Bhagini is going slow because she wants everyone to understand it because this, all the sutras are interconnected and entwined in such a way that we need to find out Yugapat. We have to see all the sutras in the mind. That's what she said. Okay. Nishedam. Dhanyavada. Dhanyavada, Mahodaya. Dhanyavada. Namaskara. Namaskara.